ശ്രേയശ്ച പ്രേയശ്ച മനുഷ്യം ഏതഹ. ശ്രേയ തദനന്തരം പ്രേയ ഉഭയം. ഇനിയും ശ്രേയഹ ഇത്യുക്തി യത് അത്യന്തം ഹിതം ഭവതി അതഹ ശ്രേയഹ ഇതി വയം വദാമഹ. എവഞ്ച മോക്ഷഹ മോക്ഷഹ യേന ഭവതി തത് ശ്രേയഹ. പ്രേയഹ ഇത്യുക്തി പശുപുത്രാദി ലക്ഷണം പ്രേയഹ. എവഞ്ച അത്യന്തം പ്രിയം യദസ്തി തദേവ പ്രേയഹ. ഇതാനും ശ്രേയഹ അപി പ്രേയഹ അപി മനുഷ്യം ഏതഹ. ഏതഹ ആ ഇതഹ ഏതി ഇതഹ ആ ഇതഹ ഏതഹ ആഗച്ഛതഹ ആഗച്ഛതഹ മനുഷ്യം ആഗച്ഛതഹ ആഗച്ഛതി ആഗച്ഛതഹ. അതിൻ്റെ ഉഭയമസ്തി ഇതി കാരണേന ശ്രേയഹ പ്രേയഹ എവൻ്റെ ദ്വിവചനം ശ്രേയഹ ച പ്രേയഹ ച മനുഷ്യം ഏതഹ മനുഷ്യം ആഗച്ഛതഹ മനുഷ്യം പ്രാപ്നതഹ. ശ്രേയഹ അപി മനുഷ്യ മനുഷ്യം പ്രാപ്നോതി പ്രേയഹ അപി മനുഷ്യം പ്രാപ്നോതി. ഇതാനും ലോകെ എവം എവമസ്തി മനുഷ്യസ്യ സ്വീകാരായ മനുഷ്യസ്യ സ്വീകാരായ പ്രേയഹ അസ്തി തന്തുവത് ശ്രേയഹ അപി അസ്തി. ഭവതാം പുരത വസ്തുദ്വയം അസ്തി ചിന്തയതു ഭവന്തം ചിന്തയന്തു ഭവതാം പുരത ഏകം വസ്തു ഭവതാം അത്യന്തം ഹിതായ ഭവതി തദാഗച്ഛതി. ഏകം വസ്തു ഭവതഃ പ്രിയതമം ഭവതി തദപി ആഗച്ഛതി. എവഞ്ച ശ്രേയഃ അപി ആഗച്ഛതി പ്രേയഃ അപി ആഗച്ഛതി ഉഭയമസ്തി. എവഞ്ച ഭവതഃ ഇദാനീം സ്വീകരണേ ഇച്ഛാ അസ്തി ഇച്ഛാനുസാരേണ ഭവന്തഃ സ്വീകർത്തും ശക്നോതി. ഭവതാം പുരതഃ ഉഭയം തിഷ്ഠതി എവഞ്ച ശ്രേയഃ അപി അസ്തി പ്രേയഃ അപി അസ്തി തയോഃ കസ്യ സ്വീകാരഃ. ഇനിയും ഇച്ഛാനുസാരേണ ഭവതി ഇവന്ന അതഃ വയം വദാമഹ പ്രേയഃ അപി ആഗച്ഛതി ശ്രേയഃ അപി ആഗച്ഛതി. ഇവന്ന മനുഷ്യം ശ്രേയഃ പ്രേയശ്ച ആഗച്ഛതഃ പ്രാപ്നുതഃ. ഇനിയും പ്രഥമ പാദസ്യ അർത്ഥ ജ്ഞാതഃ ഇതി ചിന്തയാമി എന്ന തൗ സംപരീത്യ വിവിനക്തി ധീര. ധീര കിം കരോതി ധീര നാമ യസ്യ ധീഹ അസ്തി സഹ ധീര അഥവാ യഹ ധ്യായതി സമ്യക് വിചാരയതി ആലോചയതി യസ്യ സ്ഥിരാ ബുദ്ധി ഭവതി സ ഏവ ധീര. ഇതാനും ധീര കിം കരോതി ധീര തൗ തൗ സംപരീത്യ തൗ എവഞ്ച ശ്രേയോ വിഷയഃ യഹ പദാർത്ഥഃ അസ്തി തദ്വത് പ്രേയോ വിഷയഃ യഹ പദാർത്ഥഃ അസ്തി തൗ എവഞ്ച ശ്രേയോ വിഷയം പ്രേയോ വിഷയം ച സംപരീത്യ സമ്യക് പരിഗമ്യ മനസാ സമ്യക് പരിഗമ്യ സംപരീത്യ അർത്ഥാത് സമ്യക് ആലോച്യ മനസാ പരിഗമനം. പരിഗമനം നാമ സർവതഃ ഗമനം തസ്യ സമ്യക് ഇത്യർത്ഥേ സമ്മിതി സംപരീത്യ സമ്യക് പരിതഃ ഗത്വ അർത്ഥാത് മനസാ സമ്യക് ആലോച്യ എവന സമ്യക് ആലോച്യ വിവിനക്തി വിവിനക്തി വിവേചയതി വിവിനക്തി വിവേചയതി എവഞ്ച ശ്രേയഃ അസ്തി പ്രേയഃ അസ്തി ഇതിൻ്റെ പ്രേയോ വിഷയം ശ്രേയോ വിഷയം ച सम्यक् मनसा परीक्ष्य तत्र श्रेयप्रेयसोः विवेकं कुर्वन्ति धीराः. एवं च धीराः तादृशाः भवन्ति ये तत्र प्रेयोविषयं विषयः अस्ति अथवा श्रेयोविषयः अस्ति इति ज्ञात्वा तत्र श्रेयः यदस्ति तदेव धीरः स्वीकरोति. अथवा एवञ्च तादृशविवेचनं करोति, श्रेयप्रेयसोः विवेचनं करोति धीरः. यः स्थिरबुद्धिः अथवा आलोचयितुं शक्नोति तादृशः मनुष्यः तत्र उभयोः विवेकं करोति. ततः सः किं करोति, सः प्रेयसः पञ्चमी, एवञ्च प्रेयसः इत्युक्ते प्रेयसः अधिकतया, एवञ्च यबौ प्रेयः इति वयं वदामः अथवा अदर् दान् प्रेयः इति वयं वदामः. प्रेयसः श्रेयः अभिवृणीते, श्रेयः अभिवृणीते, श्रेयः एव सः स्वीकरोति अभिवृणीते. एवञ्च श्रेयः वरयते सः, हि चूसस् श्रेयः अभिवृणीते. एवञ्च धीरः यः अस्ति सः विवेकं करोति, तदनन्तरं विवेकं कृत्वा किं प्रयोजनं, सः किम् आत्मनः कृते स्वीकरोति, श्रेयः स्वीकरोति, श्रेयः स्वीकरोति. अभि इति उपसर्गस्य वृणीते इति इत्यत्र योगः अभिवृणीते. एवञ्च प्रेयसः प्रेयः अपेक्ष्य, इन् कम्पारिसन् टु प्रेय ओर् अदर् देन् प्रेयस् प्रेयः अपेक्ष्य, प्रेयसः इति पञ्चमी अर्थात् प्रेयः अपेक्ष्य इन् रिलेशन् टु प्रेय अदर् देन् प्रेय प्रेयस् श्रेयः अभिवृणीते. एवं स्पष्टं भवति वा? स्पष्टं महोदय. प्रेयो मन्दो योगक्षेमाद् वृणीते, परन्तु धीरः एवं करोति, मन्दः अल्पबुद्धिः किं करोति, मन्दबुद्धिः किं करोति, मन्दः योगक्षेमात् प्रेयः वृणीते. योगक्षेमात् हेतोः तस्य प्रवृत्तौ हेतुः योगक्षेमं, योगश्च क्षेमं च. एवञ्च तस्य मनसि सदा एवमेव अस्ति, अतः किम् अस्ति, योगः तस्य मनसि अस्ति, क्षेमं तस्य मनसि अस्ति. एवञ्च तद्विषयकचिन्ता अस्ति कस्य, मन्दस्य, मन्दबुद्धेः मनसि. एवञ्च तस्मात् हेतोः, तस्मात् हेतोः, योगक्षेमात् हेतोः, एवञ्च योगक्षेमनिमित्तं मन्दः प्रेयः वृणीते. मन्दः, मन्दबुद्धिः, अल्पबुद्धिः प्रेयः वृणीते. एवञ्च प्रियं वस्तु यदस्ति तदेव वृणीते. प्रियं वस्तु किं, पशु पुत्रादिकं, पशुः पुत्राः, एवं भूमिः, अश्वाः, एवञ्च एतादृशं सर्वं प्रेयः इति विभागे अन्तर्भवति, तद् वृणीते. योगः कः इत्युक्ते अलब्धलाभो योगः, लब्धस्य रक्षणं क्षेमम्. इदानीं मम मनसि इदानीं भवन्तः चिन्तयन्तु, भवताम् एवञ्च एकं वस्तु नास्ति, नूतनं वस्तु, नूतनं इदानीं नूतनं किमपि आगतमस्ति अथवा किञ्चित् नास्ति. भवतां विचारः कः अस्ति? तद् मम आवश्यकं, तद् मम आवश्यकं, तत् प्राप्तम्. एवञ्च इदानीं भवद्भिः अलब्धं वस्तु, तत् प्राप्तिः एवञ्च योगः, एवञ्च योगः भवतु इति भवतां विचारः. यदि तदर्थं भवन्तः कर्म कुर्वन्ति तर्हि योगेन अथवा योगात् हेतोः भवन्तः तादृशं कर्म कुर्वन्ति इत्यर्थः. अतं वा इदानीं किञ्चित् धनं प्राप्तव्यम् इति चिन्ता. कस्मात्? मम इदानीं टेलिविषन् नास्ति, गृहे टेलिविषन् नास्ति. एवं तर्हि टेलिविषन् दूरदर्शनं अहं क्रेष्यामि इति विचारेण दूरदर्शनक्रयणार्थम् इदानीं दूरदर्शनं भवतां नास्ति, एवञ्च दूरदर्शनम् इदानीम् अलब्धमस्ति. एवञ्च अलब्धस्य लाभः तत्र योगः. तत्र योगार्थं भवन्तः किं कुर्वन्ति? भवन्तः वित्तकोशं कृत्वा, गोयिङ्ग् टु ए बेङ्क्, वित्तकोशं कृत्वा तत्र ऋणं प्राप्नुवन्ति. इदानीं ऋणप्राप्तौ भवतां हेतुः कः अस्ति? हेतुः दूरदर्शनस्य अलब्धस्य प्राप्तिः हेतुः अस्ति. एवञ्च योगात् भवन्तः एतत् कर्म कुर्वन्ति. स्पष्टं वा? अत्र योगात् इत्युक्ते अलब्धवस्तुस्य प्राप्तिः वा? अलब्धस्य प्राप्तिः योगः. यद्यत् सुखभोगवस्तु यद्यदस्ति तस्य प्राप्त्यर्थम् एव सः इच्छां करोति इति कारणेन सः प्रेयः वृणीते. इदानीं पुत्रपौत्रादिधनम्, इदानीं पुत्रपौत्रादिधनं नास्ति तर्हि एषः नचिकेताः, वाञ्छति इति चिन्तयन्तु. नचिकेताः वाञ्छति मम पुत्रपौत्रादिकम्. इदानीं पुत्राः न सन्ति, पौत्राः न सन्ति, धनं नास्ति, किमपि नास्ति, एतत् सर्वम् अस्तु इति कृत्वा एवञ्च यमेन यदुक्तं तद्रीत्या सर्वम् अस्तु इति सः चिन्तयति तर्हि योगात् सः प्रेयः वृणीते. अतः नचिकेतः वदति मन्दः एवं करोति, मन्दः योगक्षेमात् प्रेयः वृणीते. क्षेमं नाम किं? क्षेमः इति पुल्लिङ्गेपि अस्ति, क्षेमम् इति नाम स्वलिङ्गेपि अस्ति, चिन्ता नास्ति. एवञ्च क्षेमं नाम लब्धस्य संरक्षणं, क्षेमं लब्धस्य संरक्षणम्. इदानीं भवन्तः जानन्ति वा? इदानीं भवतां किञ्चिदस्ति, एकं गृहमस्ति, चिन्तयन्तु, एकं गृहं प्राप्तमस्ति. किञ्चित् कालानन्तरं तत्र भवनस्य गृहस्य आधिपत्ये वादः, विवादः सञ्जातः. एवञ्च पितुः सकाशात् गृहं प्राप्तं, तस्मिन्नवसरे पिता एवञ्च पुत्राय, एकस्मै पुत्राय दत्तवान्. सः पुत्रः गृहं प्राप्य एवञ्च तुष्टः जीवति. तस्मिन्नवसरे अपरः पुत्रः आगतः, एवञ्च सः इदानीं किं करोति? सः वदति, सः विवदति, सः वदति मम अत्र अधिकारः, अस्मिन् गृहे मम अधिकारः, एतत् मम अस्तु इति. इदानीं द्वयोः संवादः. इदानीं यस्य तद्गृहमिदानीमस्ति, येन प्राप्तं, तस्य स्वकीयत्वेन संरक्षणम् आवश्यकम्. अतः सः किं करोति? सः इदानीं न्यायवादिनं पश्यति, न्यायवादी अड्वकेट्, न्यायवादिनः समीपं गत्वा एवञ्च एतत् सर्वम् उक्त्वा तस्य साहाय्येन तत्र न्यायालये व्यवहारं करोति. He gives a case, the court. न्यायालये व्यवहारः. अभ्यर्थना निरूपति एवं तर्हि कीदृशी प्रवृत्तिः तत्र क्षेमात् प्रवृत्तिः एवं न हरि ओम् हरि ओम् तत्र क्षेमात् तत्र प्रवृत्तौ हेतुः क्षेमं लब्धस्य प्राप्तस्य संरक्षणम् मया पूर्वं प्राप्तमस्ति तस्य संरक्षणमेव एतस्य मनसि यः इदानीं भवनस्य स्वामी निर्णीतः पिता निर्णीतः सः इदानीं पश्यति भ्रावा आगत्य मम भवनं ग्रहीष्यति अतः तस्मात् मदीयत्वेन रक्षणीयम् इहं तदर्थं सः यत्नं करोति इदानीं तस्य प्रवृत्तौ हेतुः क्षेमं भवति अतः क्षेमात् एवं यदि यद्यत् मम अस्ति तस्य सुखभोगवस्तुनः यथावद् रक्षणाय अहं कर्म करोमि तर्हि अहं क्षेमात् हेतोः क्षेमात् हेतोः कर्म करोमि यदि अप्राप्तं किमपि अस्ति अस्ति मया अप्राप्तं तस्य प्राप्त्यर्थम् अहं यत्नं करोमि तर्हि योगात् हेतोः अयं कर्म करोति एवञ्च कीदृशः पुरुषः तादृशः सर्वं नश्वरमिति ज्ञात्वा एवं कश्चन यत्नं करोति तर्हि सः मूर्खः नश्वरस्य कृते यत्नं करोति तर्हि मन्दः एव योगक्षेमात् प्रेयः उदनीते धीरः प्रेयः अपेक्ष्य प्रेयः त्यक्त्वा श्रेयः वृणीते मन्दः श्रेयः त्यक्त्वा प्रेयः वृणीते एवमेव आशयः अन्येकः प्रश्नः अस्ति महोदय पृच्छतु पृच्छतु सम्परित्य धातुः कः सम् इति उपसर्गः परि इति उपसर्गः इण् गतौ इति धातुः एवञ्च सं परि गम्य गमनार्थे धातुः अस्तु इत्वा केवलं क्त्वान्तं सं परि इति अस्ति इति कारणेन ल्यबन्तम् एवञ्च सं परि इत्य सम्परीत्य सं सम्यक् परिगम्य अर्थात् मनसा सं परिगम्य एवञ्च सम्यक् आलोच्य इति आशयः धन्यवादः अस्तु इदानीं सर्वेषां स्पष्टं वा स्पष्टं महोदय अनन्तर्षमहोदयस्य संशयः अस्ति वा न न महोदय सम्यक् प्रियपदायाः अपि महोदय योगक्षेम शब्दयोः अर्थः कुत्रापि भाष्यां दत्तं तत्र योगक्षेमयोः अर्थः अस्माकं भाष्यकारेण शङ्कराचार्येण कृतः अस्ति अलब्धलाभो योगः लब्धस्य रक्षणं क्षेमम् इति अलब्धस्य अप्राप्तस्य अप्राप्तस्य प्रापणम् अन्यत्रापि एवं तदेव विवृतं सर्वत्र एवञ्च भगवद्गीतायाम् अस्ति इदानीम् अस्माकं एल् ऐ सि अस्ति न तत्र गीतावाक्यं तत्र मोटो अस्ति एवञ्च आदर्शवाक्यमस्ति एल् ऐ सि लैफ् इन्शुरेन्स् कार्पोरेशन् आफ़् इण्डिया योगक्षेमं वहाम्यहं तत्र भगवद्गीतायां तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहं भगवान् वदति तत्र योगक्षेमशब्दस्य अर्थः कः तत्र उक्तम् अलब्धलाभो योगः लब्धस्य रक्षणं क्षेमम् एवञ्च अप्राप्तस्य प्रापणम् अप्राप्तस्य प्राप्तिः योगः प्राप्तस्य संरक्षणं क्षेमम् एवञ्च लोके इदानीं मनुष्याणां प्रवृत्तिः एवं द्विधा भवति यदस्माभिः न प्राप्तमस्ति तदर्थं वयं यत्नं कुर्मः यदस्माभिः प्राप्तमस्ति तस्य नाशः मा भवतु पराधीनता मास्तु परस्य अधीनं तद्वस्तु न भवतु इति कृत्वा एवञ्च क्षेमादपि प्रवृत्तिः एवञ्च योगादपि प्रवृत्तिः क्षेमादपि प्रवृत्तिः लोके भवति एवमेव अस्ति हरि ओम् आं महोदय धन्यवादः एवञ्च अनन्तरमन्त्रं पठामः सत्त्वं प्रियान् प्रियरूपांश्च कामान् अभिध्यायन् नचिकेतो अत्यस्राक्षीः नैदान् शृङ्गां यमस्य वचनमेव पूर्वमपि इदानीमपि यमस्य वचनं यमः एव वदति चिम् एवं सत्त्वं प्रियान् प्रियरूपांश्च कामान् अभिध्यायन् नचिकेतो अत्यस्राक्षीः नैदान् शृङ्गां वित्तमयीम् अवाप्तो यस्यां मज्जन्ति बहवो मनुष्याः सत्त्वं सः त्वं नचिकेताः नचिकेताः त्वं धीरः तादृशः त्वं प्रियान् प्रियरूपान् कामांश्च प्रियान् प्रियरूपान् कामांश्च एवञ्च अहं प्रलोभनं कृतवान् अहं भवतः प्रलोभनं कृतवान् किमर्थम् एवम् एतत् सर्वमहं ददामि एवञ्च तत्र हारान् दास्यामि एवञ्च बहु धनं दास्यामि सुन्दरीः स्त्रीः दास्यामि एवमहम् उक्तवान् एतत् सर्वं ददामि इत्युक्त्वा प्रलोभनं कृतवान् भवतः प्रलोभनं कृतवान् भवान् तु किं कृतवान् भवान् धीरः अस्ति इति कारणेन भवान् विवेचनं कृतवान् विवेचनं कृत्वा भवान् किं कृतवान् एतत् सर्वं त्यक्तवान् अतः वदति सः त्वं प्रियान् प्रियरूपान् कामांश्च प्रियान् प्रियरूपांश्च कामान् एवञ्च प्रियान् इत्युक्ते पुत्रादीन् पुत्रादीन् प्रियान् एवञ्च प्रियरूपाः कामाः इत्युक्ते प्रियरूपाः एवञ्च अप्सराः अश्वाः एतादृश प्रियरूपान् कामान् एवञ्च मा ताभिर्मत्ताभि इत्यादि तत्र उक्तं भवन्तः चिन्तयन्तु स्त्रीविषये स्त्रियः भविष्यन्ति पुनः अश्वाः वाहाः अश्वाः पुनः बहून् पशून् एतत् सर्वं दास्यामि इति मृत्युः उक्तवान् अतः तादृशं प्रियरूपान् कामान् कामाः इष्टविषयाः एवञ्च प्रियरूपान् इष्टविषयानपि अभिध्यायन् विचारयन् चिन्तयन् आलोचयन् किं कृतवान् अत्यस्राक्षीः अत्यस्राक्षीः अतिसृजति अतिसृजति सृजति इत्यस्य अर्थः एवञ्च निर्माति इति परन्तु अतिसृजति नाम त्यजति अति इति उपसर्गयोगे सृजधातोः त्यागः अर्थः एवञ्च अतिसृजति अतिसृजति इत्यस्य लुङ् अत्यस्राक्षीः त्वम् अत्यस्राक्षीः अतिसृजति अतिसृजसि मध्यपुरुषः तस्य लुङ् लकारः अत्यस्राक्षीः त्यक्तवान् स्पष्टं वा हरि ओम् तत्र मन्त्रस्य पूर्वार्थस्य अर्थः सम्यक् अवगतः वा तत्र संशयः अस्ति वा यस्मिन् कस्मिन्नपि नचिकेतः इति सम्बोधन हे नचिकेतः नचिकेतः सः त्वं तादृशः त्वं धीरः त्वं प्रियान् पुत्रादीन् प्रियरूपान् कामांश्च एवञ्च अप्सरो धनादिकं कामविषयम् अपि अभिध्यायन् अभिध्यायन् सम्यक् विचारयन् अत्यत्सराक्षीः परित्यक्तवान्, मम एतत् सर्वं मास्तु इति त्यक्तवान्। पुनः इदानीं मन्त्रस्य पूर्वार्थः सम्यक् अवगतः इति चिन्तयामि। तदनन्तरं सः वदति, एवञ्च एतादृशकथनस्य आशयः कः? भवान् अतीव बुद्धिमान् भवतः, तत्र शङ्कराचार्यः एवं लिखति अहो बुद्धिमत्ता तव इति आशयः। भाष्यं शङ्करभाष्यम्, अहो बुद्धिमत्ता तव, तादृशबुद्धिमान् स्थिरबुद्धिः स्थिरप्रज्ञः भवान्। सः नैदां शृङ्गां वृत्तम वित्तमयीम् अवाप्तः यस्यां मज्जन्ति बहवः मनुष्याः। त्वं वित्तमयीम् एतां शृङ्गां न अवाप्तः, नैदां न इति तत्र अन्यः अवाप्तः इत्यत्र, एवञ्च त्वं एतां वित्तमयीं शृङ्गां न अवाप्तः यस्यां बहवः मनुष्याः एवञ्च मज्जन्ति। तत्र शृङ्गा भवान् न प्राप्तवान्, तर्हि शृङ्गा का नाम शृङ्गा इति ज्ञातव्यम्। शृङ्गा इत्यस्य अर्थः कुत्सिता श्रुतिः एव शृङ्गा। शृङ्गाशब्दस्य अर्थः कुत्सिता श्रुतिः एवञ्च कुत्सिता गतिः। कुत्सितां गतिम् एवञ्च संसाररूपं, संसाररूपा गतिः अस्ति कुत्सिता गतिः, तां न प्राप्तवान्। एवञ्च लोके यथा भवति तथा न, यस्यां यस्यां तादृशशृङ्खायां बहवः मनुष्याः मज्जन्ति, बहवः मनुष्याः यस्यां एवञ्च कुत्सितायां गतौ मग्नाः भवन्ति, तत्र भवान् न मग्नः, भवान् तादृशां शृङ्गां न प्राप्तवान्। हरि ओम्। भवतां सर्वेषामपि स्पष्टं वा? महोदय। एवं तत्र शृङ्गाशब्दस्य पूर्वं प्रयोगः अत्र आगतः एव न? तत्र कीदृशः अर्थः तत्र उक्तः? शृङ्गाशब्दस्य अर्थः वस्तुतः तत्र बहुरत्नमयी माला शृङ्गा। तत्र बहुरत्नमयी माला इत्यनेन तदानीमेव अर्थः उक्तः, तत्र लोके एवञ्च भोगवस्तूनि सन्ति, तादृशभोगवस्तुषु या इच्छा भवति एवञ्च तत्प्राप्त्यर्थं यत् कर्म वयं कुर्मः, तादृशकर्म, तादृशं सरणं, तादृशं गमनं, तादृशी गतिः एव कुत्स अस्ति। एवञ्च तत्र वस्तुतः शृङ्गा इति प्रतीकं भवति, सिम्बल् भवति तस्य, एवञ्च कुत्सितकर्मणः कुत्सितायाः गतेः प्रतीकं सिम्बल् भवति तत्र शृङ्गा। अतः एव शङ्करदेवः अत्र व्याख्यानं करोति, तादृशकुत्सितां श्रुतिं कुत्सितां गतिं त्वं न अवाप्तः, त्वं न प्राप्तवान्। यस्यां शृङ्गाय यस्यां कुत्सितां कुत्सितायां गतौ अन्ये बहवः मनुष्याः मज्जन्ति एवञ्च तादृशसुखरो सुखभोगप्राप्त्यर्थं जनाः यत्नं कुर्वन्ति, तादृशयत्ने भवान् न निरतः अभवत्। इदानीं संशयः अत्र कुत्रापि अस्ति तर्हि पृच्छन्तु नाम। शृङ्गाशब्दस्य मूलरूपं कुतः आगतः? किं शृङ्का शृङ्का शृङ्का इति शब्दः वस्तुतः वयं वदामः रूढशब्दः रूढशब्दः इत्युक्ते तत्र अवयव अर्थः नैव अस्ति एवञ्च भवन्तः जानन्ति वा इदानीं शब्दाः त्रिविधाः वा चतुर्विधाः वा भवन्ति इति वयं वदामः रूढशब्दः योगशब्द यौगिकः शब्दः पुनः योगरूढशब्दः पुनरपि यौग्यरूढः इत्यपि वयं वदामः योग्यरूप योग्य न प्रथमः रूढशब्दः रूढशब्द इत्युक्ते कश्चन शब्दः अस्ति कथं तत्र अर्थः अपि अस्ति लोके प्रसिद्धः अर्थः परन्तु कस्मात् धातोः निष्पन्नः एवञ्च धातुसम्बद्धः अर्थः अस्ति वा न वा इति वयं न जानीमः तर्हि एवञ्च तत्र अवयवं निर्णीय अर्थकथनं नैव शक्यते तर्हि तत्र किमस्ति तत्र अवयवार्थः नास्ति अवयवः नाम तत्र अंशयोगेन निष्पन्नः तर्हि अंशः अंशः इति अवयवः धातुः तदनन्तरं प्रत्ययः इति धातुप्रत्यययोगेन कश्चन शब्दः निष्पन्नः तर्हि तत्र अवयवाः सन्ति उदाहरणार्थं वदामि पच इति धातुः पाचकः कारकः अक इति प्रत्ययः कृ धातु अक इति प्रत्ययः एवञ्च पाचकशब्दः अस्ति तत्र अवयवौ स्तः पच धातुः अक इति प्रत्ययः एवञ्च पाचकशब्दः हरि ओम् एषः शब्दः श्रूयते श्रूयते यौगिकशब्दः वयं वदामः पाचकशब्दः यौगिकशब्दः यत्र अवयवार्थः अपि अस्ति स्पष्टम् एवं वा तद्वत् इदानीं मणिः इति शब्दः अस्ति मणिशब्दः मणिशब्दः अवयवार्थेन मणिशब्दस्य अर्थं वयं न जानीमः मणिशब्दस्य अर्थः कः रत्नम् रत्नम् एवञ्च मणधातोः निष्पन्नः इति वैयाकरणाः साधयितुं शक्नुवन्ति मणधातोः अर्थः मणशब्दे इत्यस्ति एवञ्च मणशब्दे इति तर्हि एवञ्च रत्नस्य शब्दः नास्ति इति वयं वदामः अतः मणिशब्दः तद्वत् नूपुरशब्दः नूपुरं नूपुरशब्दं तत्रापि अवयवार्थः नास्ति एवञ्च रूढः शब्दः इति वयं वदामः ज्ञातं वा अस्तु परन्तु पङ्कजशब्दः अस्ति पङ्कजशब्दः अस्ति तत्र पङ्कजशब्दे कथमस्ति पङ्के जातं पङ्कजम् एवं न जलजं जले जातं जलजं परन्तु तत्र अवयवार्थः अपि अस्ति अवयवार्थः अपि अस्ति पाचकशब्दे अवयवार्थः एव अस्ति एवं वा पचिधातोः पाकक्रियार्थः अक इति प्रत्ययस्य कर्ता अस्ति अर्थः यः अहं यः पाकक्रियां करोति स एव पाचकः एवञ्च अवयवार्थेन शब्दस्य अर्थः निष्पन्नः ज्ञातं वा अवयवार्थचिन्तां विना यत्र अर्थः अस्ति सः रूढः शब्दः मणिशब्दः रूढः तत्र अवयवार्थः शब्दस्य अर्थे नास्ति नूपुरशब्दे अवयवार्थः नास्ति केवलं शब्दस्य कश्चन अर्थः अस्ति अतः रूढः शब्दः रूढः इत्युक्ते प्रयोगे रूढः पुरातनकालतः इति अर्थः कथं वा एवञ्च एवमेव भवति इति परन्तु पाचकशब्दे अवयवार्थः अस्ति सः यौगिकः शब्दः यौगिकः पुनः पङ्कजशब्दः अस्ति, पङ्कजशब्दः, पङ्के जातं जलजशब्दः अस्ति, जले जातं जलजं, जले जायते इति सर्वमपि जलजं भवति वा? जले जले जातमत्स्यादिविषये जलजशब्दस्य प्रयोगः अस्ति वा? तद्वत् पङ्कजशब्दस्य प्रयोगः अस्ति वा? नैव. अतः तत्र अवयवार्थः अपि अस्ति, पुनः अर्थः रूढः अपि सञ्जातः, एवञ्च योगः अपि अस्ति, रूढिः अपि अस्ति. अतः शब्दः योगरूढः, रूढ्या नियमितः अवयवार्थः. अवयवसम्बलित रूढ्यर्थः, एवं वा? तादृशशब्दः योगरूढशब्दः. स्पष्टं भवति वा? स्पष्टं भव. यत्र अवयवार्थः अस्ति, परन्तु तादृश अवयवार्थवान् सर्वः अपि पदार्थः तस्य शब्दस्य अर्थः नास्ति, एवञ्च अर्थः सङ्कुचितः तत्र अस्ति, अर्थसङ्कोचः तत्र जातः. एवञ्च तत्र वयं वदामः योगरूढशब्दः इति वयं वदामः. रूढः इत्युक्ते व्यवहारे आसीत् तत्कारणात् एव तस्य प्रयोगः भवति. व्यवहारे एवञ्च एतस्मिन् अर्थे एव तादृशशब्दः अन्ते रूढः अभवत्. अवयवार्थः आसीत्, परन्तु इदानीं प्रयोगे एतस्मिन् अर्थे एव प्रयोगः अस्ति इति योगरूढशब्दः. तद्वत् अपरविभागमपि जनाः स्वीकुर्वन्ति, यौगिकरूढः इति. यौगिकरूढः कथमिति चेत्, अश्वगन्धा इति शब्दः अस्ति, अश्वगन्धा इति शब्दः. अश्वगन्धाशब्दः कस्मिन्नर्थे भवति? अश्वगन्धा इति ओषधिविशेषः, ए पर्टिक्युलर् कैण्ड् आफ् हेर्ब् प्लाण्ट् अश्वगन्धा. एवञ्च तत्र अवयवार्थः नास्ति, एवञ्च तत्र रूढ्यर्थ एव. परन्तु अश्वगन्धा इत्युक्ते मन्दुर वाजिशाला इत्यर्थेपि अश्वस्य गन्धः यस्यां सा अथवा यस्याः सा अश्वगन्धा. कस्य नाम अश्वगन्धा इति? वाजिनाम् अश्वानां शाला ज्ञातं वा? ए स्टेबल् फार् होर्सस्. तत्र अश्वस्य गन्धः अस्ति इति कारणेन अश्वगन्धः इति अर्थः अपि जातः. एवञ्च अश्वगन्धाशब्दस्य अश्वगन्धाशब्दस्य अर्थद्वयमस्ति. अश्वगन्धाशब्दस्य एकत्र रूढ्यर्थः, अपरत्र अवयवार्थः. एवञ्च पर यथेष्टं वयं तस्य शब्दस्य उपयोगं कुर्मः, क्वचित् अवयवार्थे, क्वचित् रूढ्यर्थे, एवं तर्हि तत्र शब्दः यौगिकरूढः. इदानीं सर्वं स्पष्टं भवति वा? स्पष्टं महोदय. अश्वगन्धाशब्दस्य अवयवार्थे प्रयोगः अस्ति वा? अस्ति इति. अश्वगन्धाशब्दस्य मन्दुरा, मन्दुरा इत्युक्ते वाजिशाला, तस्मिन्नर्थे प्रयोगः अस्ति इति अस्माकं नागेशप्रभृतयः वदन्ति. नागेशः वैयाकरणः, सः वदति अश्वगन्धाशब्दः एवं वाजिशालायामपि प्रयुज्यते अश्वगन्धा इति, पुनः अश्वगन्धा इति ओषधिविशेषः अपि अस्ति. धन्यवादः. भवन्तः अश्वगन्धम् ओषधिं जानन्ति वा? आम अश्वगन्धायाः प्रयोगः अस्ति उपयोगः अस्ति कुत्र उपयोगः अस्माकं मस्तिष्के मस्तिष्के किं भवति ट्यूमर् भवति ट्यूमर् तादृश ट्यूमर् चिकित्सायाम् एवञ्च मालिग्नेण्ट् न भवति एवञ्च अत्र पूयं न सञ्जातं पूयं नाम पस्फार्मेशन् इत्यादि न सञ्जातं केवलं तत्र इन्फ्लम् तत्र ट्यूमर् इत्येव अस्ति बिनैन् ट्यूमर् किञ्चित् कालानन्तरं मालिग्नेण्ट् भविष्यति ततः पूर्वम् अश्वगन्धां वयं दद्मः तर्हि एवञ्च तादृश ट्यूमर् अल्पम् अल्पं भवति अन्ते एवञ्च अदृश्यं स्यात् नैव तत्र भविष्यति इति अश्वगन्धायाः एकः उपयोगः पुनः वाजीकरणेपि अश्वगन्धायाः उपयोगः अस्ति एवञ्च प्राचीन औषधि ओषधिविशेषेषु अत्यन्तं प्रधानमेकं भवति एवम् अश्वगन्धा इति ओषधिविशेषः एवमेव अस्ति इदानीम् अहं शृङ्गामिति विषये उक्तवान् शृङ्ग इति शब्दः चूडशब्दः तत्र शृङ्गाशब्दस्य वस्तुतः पुरातनकाले प्रयोगः तादृश रत्नमयी माला एव बहुरत्नमयी माला शृङ्गा परन्तु अत्र अस्माकम् उपनिषदि शृङ्गाशब्दस्य प्रयोगः कृतः एवं भोगेच्छया प्रवृत्तिः एवञ्च तादृशगमनमस्ति एवञ्च धनसम्पादनार्थं तादृशरीत्या यद्यत् कर्म अस्ति सुखादिप्राप्त्यर्थं यत् कर्म अस्ति लौकिकजीवने अत्यन्तम् अभिलाषं कृत्वा यद्यत् कर्म वयं कुर्मः तत्सर्वम् अत्र शृङ्गा इत्युच्यते अत एव कुत्सिता श्रुतिः इति अस्माकम् आचार्यशङ्करः वदति स्पष्टं वा एवञ्च इदानीं नचिकेतसं प्रति यमः उक्तवान् प्रायेण जनाः प्रेयः अभिवृणीते कः मन्दः परन्तु बुद्धिमान् श्रेयः स्वीकरोति भवान् इदानीं मया एवं दास्यते इति यद्यदुक्तं तत्सर्वं प्रियं त्यक्त्वा भवान् केवलं श्रेयः एव स्वीकृतवान् भवान् शृङ्गामपि त्यक्तवान् न प्राप्तवान् न गृहीतवान् मत्सकाशात् शृङ्गाम् यस्यां शृङ्गायाम् अन्ये मनुष्याः मज्जन्ति निमज्जनं कुर्वन्ति तद् लोके यथा इदानीं यः कश्चित् आगत्य अस्माकं कृते बहु रत्नमयी माला माला दास्यते इत्युच्यते इति वदन्ति तर्हि वयं किं कुर्मः तान् प्रति वदामः ओ अस्तु अस्तु इति वदामः तद्वदेव लोकजीवने परन्तु भवान् अन्यजनाः इव न भवान् तु तत् त्यक्तवान् एवञ्च अत्यन्तं विरलाः एव धीमन्तः धीराः एवञ्च तादृशधीरेषु एवञ्च स्थितप्रज्ञेषु भवान् अपि अस्ति हरि ओम् एवञ्च आनन्दरमन्त्रं वयं पठामः एव न दूरमेते विपरीते विशुचि अविद्या यारविद्येति ज्ञाता विद्याभीप्सिनं नचिकेतसं मन्ये नत्वा कामा बहवो लूलुपन्त दूरमेते विपरीते विशुचि तत्र एतद्विषये तत्र पूर्वं प्रेयः श्रेयः इत्युभयम् अधिकृत्य उक्तम् एवञ्च दूरम् एकः निमिषः इदानीम् उपयुक्त अस्ति एकः निमिषः दूरवाणी आगच्छति वद आगमिष्यति न സംസാരിച്ചോണ്ടിരിക്കുന്നു. സംസാരിച്ചോണ്ടിരിക്കുന്നു. ഞാൻ ഇങ്ങോട്ട് കണ്ടോണ്ടിരിക്കുക ഇപ്പൊ. ഞാനിപ്പോ ക്ലാസ് എടുത്തോണ്ടിരിക്കുക സ്കൈപ്പില്. ഹരി ഓം. ഹരി ഓം. ദൂരമേതേ വിപരീതേ വിഷൂചി എവം ഏതേ ദൂരം ഏതേ വിപരീതേ വിഷൂചി ദൂരം ദൂരേണ അർത്ഥാത് മഹത അന്തരേണ വിഷൂചി വിഷൂചി ഇത്യുക്തെ വിഭിന്നം സൂചയതി സൂചയതഃ സൂചയതഃ ഇതി വിഷൂചി വിഷൂചിഹി വിഷൂചി ദിവചനം എവഞ്ച ഏതേ വിപരീതേ വിപരീതേ വിരുദ്ധേ വിരുദ്ധേ എവഞ്ച അന്യോന്യ വ്യാവൃത്തെ അന്യോന്യ ഭിന്നേ ഏതേ വിഷൂചി കിയത് ദൂരമസ്തി ദൂരം ഏതേ ദൂരം ഗത്തെ തത്ര ഏതേ ഇത്യസ്യ ഏത അർത്ഥാത് ഗത ഇത്യർത്ഥമൊക്കെ വയം സ്വീകുർമ്മഃ എവഞ്ച ഗതേ ഇതി വയം സ്വീകുർമ്മഃ ദൂരം ഗതേ ഭവതഃ അത്യന്തം ദൂരം ഗതേ വിഭിന്ന വിഭിന്ന ഗതി ഭിന്നഫലേ വിഷൂചി ഇത്യസ്യ എവമർത്ഥഃ വിവിധം അഥവാ വിരുദ്ധം അഥവാ ഭിന്നം സൂചയതഃ ഇതി വിഷൂചി അർത്ഥാത് ഭിന്നഫലേ എവഞ്ച വിരുദ്ധഫലേ വിരുദ്ധം ഫലം യയോ തേ ദ്വിവചനം എവഞ്ച വിപരീതേ ഭവതഃ യാ വിദ്യ യാ അവിദ്യ യാച വിദ്യേതി ജ്ഞാത വേദേ വിദ്യ അവിദ്യ ഇതി എവഞ്ച വിരുദ്ധം വിപരീതം വസ്തുദ്വയം എവഞ്ച കിം പ്രേയഃ ശ്രേയഃ ഇതി വിഷയേ ഉച്യതേ ഏതേ വിപരീതേ വിഷൂചി വിഭിന്നഫലേ കേ അവിദ്യ അവിദ്യ എവഞ്ച അവിദ്യ നാമ പ്രേയോ വിഷയ വിദ്യ നാമ ശ്രേയോ വിഷയ എവഞ്ച അവിദ്യ ഇതി യാ ജ്ഞാതാസ്തി വിദ്യ ഇതി യാ ജ്ഞാതാസ്തി തേ ദൂരം ഏതേ തേ തേ സാ തേ എവഞ്ച ദൂരമേതേ വിപരീതേ വിഷൂചി അവിദ്യ വിദ്യ സ്ത്രീലിംഗേ ഭൂതി ഇതി കാരണേന അത്രാപി വിപരീതേ വിഷൂചി ഇതി സ്ത്രീലിംഗേ വിപരീത വിപരീതേ വിഷൂചി വിഷൂചി ദൂരം ഏതേ ദൂരം ഗതെ എവഞ്ച അവിദ്യ ഇതി യ അസ്തി വിദ്യ ഇതി യ എവഞ്ച പ്രേയോ വിഷയ അവിദ്യ ഇതി യാ അസ്തി ശ്രേയോ വിഷയ വിദ്യ ഇതി യാ അസ്തി തേ ഭിന്ന ഫലേ പരസ്പരം അത്യന്ത ദൂരേ ഭവതഃ ഇനി സ്പഷ്ടം ഭവതി വാ ഹരിയോ തസ്യ യഃ വിദ്യാ അവിദ്യയാഃ ഭിന്നതാ ജാനാതി സഹ ഏവ ഏതത് സർവം സർവം പരിത്യക്ത പരിത്യാഗം കരോതി വാ ഏവമേവ എവഞ്ച യസ്യ അവിദ്യ അസ്തി യസ്യ അവിദ്യ ഏവ അസ്തി എവഞ്ച സഹ കിം കരോതി പ്രേയഃ ഉദ്ഗീതേ യസ്യ വിദ്യ അസ്തി सः श्रेयः वृणीते. एवञ्च तयोः भेदः अस्ति, विद्यायाः अविद्यायाश्च भेदः अस्ति. इदानीं नचिकेताः कीदृशः अस्ति, सः वदति, मृत्युः देवः वदति, विद्याभीप्तिनी नचिकेतसं मन्ये, अहं मन्ये, अहं मन्ये, ऐ कन्सिडर् टु यू, अहं मन्ये, अहं तद्विषये एवं चिन्तयामि. किं विद्याभीप्सिनम्, एवञ्च विद्याभीप्सिनं, विद्यायाम् अभीप्सा अस्य अस्ति इति, विद्याभीप्सी तं द्वितीय विद्याभीप्सिनं विद्यार्थिनं नचिकेतसं विद्याभीप्सिनं मन्ये. कष्टं वा? आं महोदय. तदा द्वितीया विभक्तिः, विद्याभीप्सिनं विद्याभीप्सी, द्वितीया विद्याभीप्सिनं विद्याभीप्सी, विद्याभीप्सिनौ विद्याभीप्सिनः विद्याभीप्सिनं नचिकेताः नचिकेतसौ नचिकेतसः नचिकेतसं विद्याभीप्सिनं नचिकेतसम् अहं मन्ये. भवान् यथार्थविद्यार्थी इति अहं मन्ये, भवन्तं विद्यार्थिनं मन्ये. यस्य विद्यायामेव तात्पर्यमस्ति, अविद्यायां तात्पर्यं नास्ति, अविद्यायाम् इच्छा नास्ति, अविद्यायां भवान् उत्सुकः नास्ति, विद्यायाम् उत्सुकः इति अहं मन्ये. तत्र कारणं किं? नत्वा कामा बहवो अलूलुपन्त, त्वा त्वां, त्वामित्यस्य त्वा, बहवः कामाः, बहवः कामाः मया प्रलोभनार्थं एवञ्च वाचा दत्ताः, वाग्दत्ताः कामाः, बहवः कामाः त्वां न अलोलुपन्त, त्वां न अलोलुपन्त, अलोलुप्त अलोलुपातम् अलोलुपन्त भूतकाले. एवञ्च ताम्, एवञ्च त्वां, भवन्तम् एव भवन्तं ततः किं न भवन्तं विच्छिन्नं न कृतवन्तः कामाः. एवञ्च भवन्तम्, एवञ्च भवतः, एवञ्च विद्यायाः आग्रहात् भवन्तं विच्छिन्नम् अकरोत्. यानि आशयः स्पष्टो वा महोदय? तत्र पुनः एकवारं तत्र विद्याभीप्सी इति तस्य विग्रहवाक्यं किम् उक्तवान्? विद्यायाः अथवा विद्यायाम् अभीप्सा, अभीप्सा नाम अभ्याप्तुं, प्राप्तुम् इच्छा, अभीप्सा, ईप्सा इति भवान् जानाति वा? आप्तुम् इच्छा ईप्सा, अभि इति उपसर्गः अस्ति, तर्हि अभीप्सा. विद्यायाम् अभीप्सा अथवा विद्यायाः अभीप्सा, विद्याभीप्सा, विद्याभीप्सा अस्य अस्ति इति विद्याभीप्सी. तत्र ईप्सा अस्ति, ईप्सा, अभि इति उपसर्गः अभीप्सा, विद्याभीप्सा, विद्याभीप्सा यस्य अस्ति सः विद्याभीप्सी. इन्नन्तः धनी धनिनौ धनिनः इति वयं वदामः एव न? तद्वत् एवञ्च विद्याभीप्सिनं नचिकेतसं मन्ये. किं कारण एवं कथने? त्वां बहवः कामाः न अलूलुपन्त, बहवः कामाः भवन्तं भवतः एवञ्च आग्रहात् न न लुप्तं कृतवन्तः अर्थात् ततः दूरे न प्रेरितवन्तः एवञ्च कामाः भवन्तं स्वाधीनं न कृतवन्तः स्पष्टं वा एवमेव अस्ति इदानीं तादृशः भवान् अस्ति इति महोदय अत्र विशुचि गम् धातोः सह तस्य गम् धातोः न एवञ्च वि वि विविधम् अथवा विरुद्धं सूचयति इति विशुचिः द्विवदनं विशुचि एवञ्च विरुद्धम् अथवा विविधं सूचयति सूचयतः द्विवदनं वयं वदामः तर्हि विशुचि विशुचिः विशुचि अस्तु एवञ्च विविधं सूचयति इत्युक्ते विविधं फलं दर्शयति एवञ्च विरुद्धफले इत्यर्थे विशुचि इति प्रयोगः एवञ्च अविद्याविद्या एवञ्च विद्याविद्ये विशुचि भवतः भिन्नफले भवतः एवमेव आशयः स्पष्टं वा स्पष्टं महोदय एवं तर्हि अत्र अत्र समापयामः मङ्गलेन समापनम् एवं न अस्तु ॐ पूर्णमतः पूर्णमिदं पूर्णात् पूर्णमुच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्तिः शान्तिः शान्तिः हरिः ॐ श्रीगुरुभ्यो नमः हरिः ॐ धन्यवादः महोदय धन्यवादः महोदय शुभरात्रिः शुभरात्रिः शुभरात्रिः